नमस्कारः. अस्माकं वर्गे इदानीम् आर्धधातुकप्रकरणे तव्यत्तुमुञ्चच् इति पाठः अनुवर्तते. गतपाठे वयं बुपु धातोः आरभ्य दृष्टवन्तः. स्वरति, सूति, सूयति, गूयति, ऊदितो वा इति सूत्रेण तत्र इडागमः विकल्पेन भवति इति. अतः स्वभावतः बुपु धातुः वेट् तत्र गूपु धातोः आय इति प्रत्ययः गूपु गूपु धूपविच्छ पणि खनिभ्यः आयः इति सामान्यसूत्रेण नित्यः भवति. परन्तु आर्धधातुके तु अयादय आर्धधातुके वा इत्यनेन विकल्पेन भवति इति अपि दृष्टवन्तः. आय इति धातुप्रत्ययस्य विधाने अयं धातुः अनेकाच् अतः सेत्. परन्तु स्वरति, सूति, सूयति, गूयति, ऊदितो वा इत्यनेन वा बलादे आर्धधातुकस्य इड् वा स्यात् इति जातः. अतः गुपु योगः आय, गुप् योगः आय, तत्र गोपाय इति धातुः तत्रापि पक्षद्वयम् अस्ति खलु. अतः गोपायि तव्य इति तव्यत् यत्र आय इति प्रत्ययः न विधीयते तत्र गोपितव्य सम्यक् एव वदामि खलु. इडादिपक्षे गोपितव्य अनिडादिपक्षे गोप्तव्य इति तत्र रूपत्रयं भवति. अतः तत्र एकस्मिन् पक्षे यत्र आय इति प्रत्ययः विधीयते आयादय आर्धधातुके वा इत्यनेन आय इति प्रत्ययः विधीयते तत्र गोपायितव्य इति रूपं. गोपायितव्य, गोपायितव्, गोपायितुं, गोपायितृ इति रूपं. यत्र आय इति धातुप्रत्ययः न भवति तत्र स्वभावतः इदानीं गुप्पु धातुः वेट् अस्ति खलु. अतः इडादिपक्षे गोपितव्य, गोपितुं, गोपितृ, अनिडादिपक्षे गोप्तव्य, गोप्तव्य, गोप्तुं, गोप्तृ इति रूपत्रयं सर्वत्र तत्र गुप्पु धातुः विषये. अनन्तरं तत्र त्रप् इति पकारान्तधातुः अग्रिमं, तदपि वेट् धातुः. तत्र इडादिपक्षे त्रपितव्य, अनिडादिपक्षे त्रप्तव्य, त्रप्तव्य, त्रप्तुं, त्रप्तृ इति रूपत्रयं. स्वरति, सूति, सूयति, गूय, गूय, ऊदितो वा इति इत्यनेन तत्रापि इडागमः वा भवति. एतद् कृपु धातुः खलु उकारः. अनन्तरं कृपु इति वेद् धातुः परिचितसूत्रं कृपोरोलः इति सूत्रेण तत्र कृपः उः, कृपः रः, लः इति तत्र भवति. रेपस्य लकारादेशः ऋकारस्य अंशस्य यः रेपसदृशः तस्य स्थाने लकारसदृश आदेशः भवति इति. अतः तत्र इतोपि एकं सूत्रमासीत् तासी च क्लुपः इति. कृप् धातोः परस्य परस्मैपदीसंज्ञकस्य तास् प्रति अस्माकं तु तास् एव प्रत्ययः खलु. च न, अस्माकं तु तृप् तास् प्रत्ययः नास्ति. गतपाठे तास् प्रत्ययः आसीत्. परस्मैपदीसंज्ञक सकारादि आर्धधातुकप्रत्यय प्रत्ययः च अनयोः इडागमः न भवति. नाम केवलम् आत्मनेपदीसंज्ञकतास्मृत्य आत्मनेपदीसंज्ञक सकारादि आर्धधातुकप्रत्यये परे एव इडागमः भवति. अतः एतद् वयं लुट् प्रसङ्गे दृष्टवन्तः. सत्यं लुट् इति प्रसङ्गे तत्र कृपु धातुः उपदेशे आत्मनेपदी, परन्तु लुटि च क्लिपः इति सूत्रं गतपाठे यद्वयं दृष्टवन्तः. तत्र स्य, सन्, तास् एतेषु त्रिषु प्रत्ययेषु परेषु कृप् धातोः विकल्पेन परस्मैपदि भवति लुटि च क्लिपः इति सूत्रम्. अतः लुटि परस्मैपदे इडागम अभावे कल्प्ता इति रूपम्. आत्मनेपदी इडागमे सति तत्र कल्पिता इति रूपम्. इदानीं तृप् धातुः तव्यत्तुम् सत्यं स्वरति, सूति, सूयति, गूयति, ऊदितो वा इति सूत्रेण कृप् इति धातुः उकारान्त ऊकारः इति कृत्वा ऊदित् इति कृत्वा वेट् भवति कल्पितव्य कृप्योगः इतव्य कृपोरोलः कल्पितव्य कल्पितुं कल्पितृ इति रूपम् अनिडादिपक्षे तु कल्पितव्य इडागमः न भवति कल्पितव्य कल्पितुं कल्पृ इति अग्रिमम् अस्ति बकारान्तदातवः एकाच बकारान्तदातवः त्रयः एव तत्र सामान्य हल्सन्धिकार्यं भवति जषस्ततोर्दोर्दः अनन्तरं जलां जश्चषि अतः यब्योगः तव्यत् अस्ति चेत् तत्र यब्धव्य इति भवति जषस्ततोर्दोर्दः जलां जष्टषि यब्धव्य यब्धुं यब्धु इति रूपं समानरीत्या लब् रब् लब् एकः एव वेट् अस्ति एते सर्वे तु अनिटः खलु सत्यम् अतः एकः एव वेट् अस्ति लुब् लुब् धातुः उगन्तलघुपदस्य लोभितव्य लोभितव्य तत्रापि त इति भवेत् खलु लोभितव्य लोभितुं लोभितृ यत्र अनिडादिपक्षे तृ जषस्ततोर्दोर्दः जलां जश्जषि लोब्धव्य लोब्धुं लोब्धृ इति तत्र भवति तिष सह लुभ ऋष ऋषः इति सूत्रं तत्र इष्टधातुः सह लुभ ऋष ऋष पञ्चधातवः धातवः सन्ति तेषु सकारादि आर्धधातुकप्रत्ययपरे विकल्पेन इडागमकूलः अनुकूलः भवति अतः इष् सह लुभ ऋष ऋष तत्र इडानुकूलः यथा भवति तत्रापि रूपद्वयम् एष्टव्य शृणाष्टुः भवति खलु एष्टव्य एषितव्य सः सः तत्र सो ओ तदेव सहि वहोर् ओदवर्णस्य इत्यनेन ओकारः खलु सोढव्य सहितव्य लोब्धव्य लुब् धातुः लोब्धव्य लोभितव्य रोष्टव्य रोषितव्य रेष्टव्य प्रेषितव्य तत्रैव वयं गतपाठे उक्तवन्तः टङ्कणदोषः आसीत् तव्य तव्य इति भवेत् सः धातोः विषये एव सहि वहोर् ओद् अवर्णस्य इति सूत्रं टकारलोपनिमित्तिके टकारे परे सः धातोः वह् धातोः अवर्णस्य ओकारादेशः भवति इति अतः तत्र सोढुम् इति भवति ओडः जषस्ततोदोतः स्तुनाष्टुः डोडे लोपः अनन्तरं ड्रलोपे प्राप्ते तत् बाधित्वा सहि वहोरोदवर्णस्य इति ओकारादेशः सोढुम् इति भवति लुब् इति सामान्यमेव परन्तु सप् धातोः विषये एव समीचीनम् इति कृत्वा महोदय तत्र अवर्णस्य इति उक्तं खलु तर्हि तत्र दीर्घत्वं कर्तुं शक्य अ इति उक्तं चेत् तत्र सवर्ण इति कृत्वा आकारस्य अपि भवितुमर्हति वा भवति वा न चिन्तितवान् इति भवति चेदपि सहि अवर्णस्य इति भवति खलु तत्र आ इत्यपि अ एव खलु इत्यस्यापि अवर्णस्य ओकारादेशः अवर्णस्य इति उक्तं न जानामि अवर्णस्य इति कृत्वा आकारः भवति चेदपि दलोपि पूर्वस्य दीर्घवर्णः इत्यनेन आकारः भवति चेदपि अनन्तरमपि कार्यं भवति खलु तत्र बाधः इति न जानामि अस्य बाधा आकारस्य दीर्घे प्राप्ते तद्बाधित्वा इति लिखितं भवान् वदति इत्युक्ते अपि प्राप्त अनन्तरमपि तत्र ओत्वं भवितुमर्हति खलु इति आमां तत्र लिखितमासीत् अहमपि पठितवती अत्र दलकृत्यम् इति भागे अस्ति इत्यादिकं मध्ये अवर्णस्य इत्यत्र अकारग्रहणं किमर्थम् इति प्रलोपे पूर्वस्य दीर्घोणः इत्यनेन अण्वर्णस्य दीर्घादेशे प्राप्ते तद् बाधित्वा केवलम् अवर्णस्य एव ओकारादेशस्य विधानं कर्तुम् अस्मिन् सूत्रे अवर्णस्य इत्यत्र अकारस्य ग्रहणं कृतमस्ति अतः वसुधातोः वकारस्य यत्र उकारादेशः विधीयते तत्र प्रकृतसूत्रस्य प्राप्तिः नैव विद्यते. अतः ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन तत्र वसुधातोः विषये अवश्यं दीर्घः सम्भवति. ऊ इति भवति तत्र वः इति तत्र सम्प्रसारणं भवति खलु. सत्यं वचिष्वपि अजादीनां वचिष्वपि चरणसम्प्रसारणं होडः जशस्वतो सुनाचुः डोडे लोप सर्वं भवति, परन्तु इदानीम् उकारस्य दीर्घादेशः. अतः तदपि लिखितमस्ति, एतत् काशिकाकारस्य मतमस्ति. वस्तुतस्तु भाष्यकारेण अत्र भिन्नं प्रक्रियाम् उक्त्वा एतत् अवर्णग्रहणं सम्पूर्णरूपेण प्रत्याख्यातं वर्तते. तत्र भाष्यकारस्य मतेन डत्वादीनि कार्याणि अन्तरङ्गाणि सन्ति, सम्प्रसारणं तु बहिरङ्गं वर्तते. अतः आदौ दत्वादीनि कार्याणि कृत्वा ततः सहि वहोरोदवर्णस्य इत्यनेन आकारस्य ओकारादेशे कृते ततः सम्प्रसारणं क्रियते. इत्युक्ते सखधातु वहुधातु प्रक्रियायां केवलं सहि वहोरोदवर्णस्य 6-3 अस्ति खलु, अतः तस्य प्रयोगसमये केवलम् अकार आकारः एव दृश्यते, न हि कुत्रचित् ओकारः. अतः प्रकृतसूत्रे अवर्णस्य इति निर्देशः अपि नैव आवश्यकः इति भाष्यकारस्य आशयः. तादृशं कुर्मः चेत् किं भवति? अत्र किं करणीयम्? आदौ इदानीं तत्र करणीयं वा? तत्र ऊ इति करणीयं प्रथमं सहि वहोर् इत्यनेन कृत्वा ओत्वम् ओड, अनन्तरं पुनः प्रसन्नविज्ञानं सिद्धम् इति परिभाषया पूर्वं परिशिद्धं सम्प्रसारणम् अस्मिन् सोपाने वर्तते. इदानीं सम्प्रसारणं करोति वचिष्वपि अजादीनाम् इति, इदानीम् ऊड इति भवति ड्रलोपे पूर्वस्य, तस्यापि प्रसङ्गः अस्ति. उकार अनन्तरम् ओ इति अस्ति इदानीं. सहि वहो इदानीं पुनः न भवति खलु, लक्ष्ये लक्षणं सकृदेव प्रवर्तते इत्यनेन इदानीं सहि वहो रोदवर्णस्य इति सूत्रं वह्धातोः विषये न प्रवर्तते. अतः अत्र ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य एव प्रसक्तिः ऊड इति भवति. तत्रापि ऊड अत्र केवलं प्रक्रियाभेदः, प्रथमं सहि वहोर् कृत्वा अनन्तरं वचिष्वपि अजादीनाम् इत्यनेन सम्प्रसारणम्, अनन्तरं अस्ति खलु महोदय, ओडुम् अपि अस्ति खलु, एकम् अस्ति खलु ओडुम् इति भवति खलु, तत्र तत्र किं भवति? ओडुम् इति तुमुनन्त एतत्तु इक्त प्रत्ययस्य उदाहरणं दत्तम् अत्र. ओडुम् इति तत्र किं भवति? तत्र ओडु वह इति अस्ति, वह तुमन् प्रत्यय तत्र, तत्रापि वाह् इति भवति, अत्र सन्तसरणं न भवति खलु, अत्र तुमुन् प्रत्यये न भवति, का प्रत्यये क्लेशः भवितुमर्हति खलु. अत्र क्लेशः नास्ति, तुमुनो क्लेशः नास्ति खलु तत्र, तुमुन् इत्यत्र क्लेशः न भवति. परन्तु सूत्रं तु डकारलोपके लोपनिमित्तिके डकारे परे सः बहु धातोः अवर्णस्य ओकारादेशः तावदेव उक्तं तत्र. अतः यत्र यत्र डोडे लोपः भवति तत्र सर्वत्र एतद् आगच्छति खलु सक् वकु धातोः विषये. तत्र प्रायः तत्र प्रतिपद उक्तत्वात् तत्र अ इति तत्र आगच्छति इति सत्यं. लुट् लकारस्य उदाहरणमपि दत्तं, तत्रापि आगच्छति सोडा इति रूपं खलु तत्र. तत्र समानमेव तत्र, सत्यं, तत्रापि सहि वहोरेव. न तु ड्रलोपे पूर्वस्य. तत्र दीर्घ साडा इति भवति खलु, ड्रलोपे पूर्वस्य अस्ति आगच्छति चेत्. अतः अवर्णस्य इति उक्तत्वात् एतदेव करणीयं, न तु ड्रलोपे पूर्वस्य. अनन्तरं 63111 एतत्तु अग्रिमसूत्रं, सत्यम् अग्रिमसूत्रमेव. तदेव, तावत्पर्यन्तं वयं कृतवन्तः खलु. इदानीं मकारान्तदातवः आरम्भं करणीयं. महोदय, भवानेव. अस्तु, मकारान्तदातवः चत्वारः मकारान्तदातवः अनेकः, गम् नम् यम् रम् इति. अत्र नश्चापदान्तस्य झलि इति अष्टमाध्याय तृतीयपादस्य चतुर्विंशतितमं सूत्रम्, अनुस्वारस्य परसवर्ण इति सूत्राभ्याम्. अनुस्वारः यदा परसवर्ण तदा परसवर्णादेशः. गम् योगतव्य अत्र नश्चापदान्तजलि इत्यनेन अनुस्वारः. अनन्तरं तत्र गन्तव्यः, अनन्तरं परसनादेशः भवति अनुस्वारस्य परसवर्णेन गन्तव्यः इति. तथैव नन्तव्यः, यन् यन्तव्यः, रन्तव्यः इति रूपाणि. अत्र केवलं सूत्रद्वयम् अस्ति, नश्चापदाञ्जलि अनुस्वरति परस्वरम् इति सूत्रेण इति अस्ति. अग्रे अस्तु, तत्र गन्ता, नन्ता, यन्ता, रन्ता इति गन्तुं, नन्तुं, यन्तुं, रन्तुम् इति अग्रे अपि पठतु महोदय. एकः मकारान्तः धातुः क्षम् इति, एतदपि ऊदित इति चिन्तनं, क्षमो एव इडादिपक्षे क्षम् योग इतव्य किमपि नास्ति, वर्णमेलनं क्षमितव्यं, क्षमितव्य इति क्षमिता इति भवति, क्षमितुम् इति भवति. अनिलादिपक्षे क्षम्योग तव्य तत्र नश्च पतञ्जलि अनुस्वर्जे परस्वरम् इति, क्षन्तव्यः, क्षन्तव्यः, क्षन्ता, क्षन्तुम् इति रूपाणि इति भवति. क्षमो धातुः ऊदित् ऊदित्. धन्यवादः महोदय. अरुणा भगिनी, कूष्मान्तदातवः केवलं रूपस्थितिः एव अस्ति. आम्, नमस्ते भगिनि. उष्मान्तदातवः, शकारान्तदातवः, शकारान्तदातवः, दशदातवः अनेतः, सप्तदातवः सामान्यः. एषु दशसु सप्तदातवः सामान्याः, तेषां कृते सुगन्तलघुपद्यस्य गुणकार्यं सदा किं जातं भगिनि, न श्रूयते, न श्रूयते वा भगिनि? रुणा भगिनि, हा इदानीं सम्यक् अस्ति, हा इदानीं वदतु. अत्र उष्मान्तदातवः, प्रथमं शकारान्तदातवः, दशदातवः अस्ति, अन्तरे सप्तदातवः सामान्यदातवः. ते तत् समये के प्रथमं गुणकार्यं, तदनन्तरं व्रश्च व्रज सृज मृज यज राजव्राज सत्सम्भः इत्युक्तेन सकारान्तरे सत्त्वं, तदनन्तरं सुनासूचनेन तत्त्वम्. उदाहरणमस्ति दिश् धातु, दिश् गतव्य प्रथमं गुणपदस्य गुणः भवति देश् व्यवतव्य, तेष्टव्य, देष्टव्य नास्ति भवति, ज्येष्टव्य तदेव दिश् देश् तेष्टुं, देष्टुं, देश् देष्टृ, देष्ट, देष्टृ, देष्ट्रि, देष्टि भवति, देष्ट्रि, देष्ट्रि अवशिष्टा दातवः. तथा एव ऋष् रेश् रेश् रेष्टव्य, रेष्टुं, रेष्ट, लिश् लेष्टा लेष्टुं लेष्टृ विश्वेष्टा वेष्टुं वेष्टृ ऋष् रोष्टा रोष्टुं रोष्टृ कृष् क्रोष्टा क्रोष्टुं क्रोष्टृ दंश्च अत्र दंस्था भवति भगिनि दंस्थव्य समानमेव सर्वत्र तत्र व्रश्च भ्रश्च एव दंष्ठा दृष्टातु दृष्टातु अने परन्तु अमागमः विकल्पेन अनुधात्तस्य च रुदौपदस्यान्यतरस्यामिनेन न भवति यतोहि साक्षात् सुजिदृष्टोर्बल्यामकिति इति उक्तः अनेन च मागमः नित्या भवति दृश् दातु अत्र वैशिष्टकार्यमस्ति अनेक अस्ति परन्तु अमागमः विकल्पेन भवति केन सूत्रेण इत्यनेन अनुदात्तस्य सर्वदस्य अन्यतरस्थानस्य सूत्रेण न भवति ओके विकल्पेन न भवति अमागमः परन्तु साक्षात् सूत्रे सुजिदृश्यः दत्तं सुजिदृश्योर्चल्यं चल्यम् अचिति इति सूत्रेण उत्थानेन च अमागमः नित्यः भवति ओके मम अवगतमस्ति सूत्रद्वयमस्ति अनुदात्तस्य च ऋदुपदस्य अन्यतरस्यां सुजिदृश्योर्चल्यमचिति सूत्रौ अमागमः भवति तदेव भगिनि सूत्रद्वयेन अमागमः एव भवति परन्तु एकेन विकल्पः सृजिदृशोर् जल्यमकिति इत्यनेन नित्यः अतः तदेव सृजिदृशोर्जल्यमकिति इत्यनेन दृष्टातोः अमागमो भवति चित् भिन्न जलादि प्रत्ययपदे कार्यमस्ति दृष्टुपतव्य दृष्युग अं मिदजो अन्तादितेन अन्त्य उत्पन्नस्थानि अनन्तरं भवति द्रूयव आयव सायव तव्य विकोयनति इति व्रश्च भज सृजं भुज यज राज भ्राजचक्षसांसः इत्युक्तेन सकार आगच्छति सकारस्थाने सालदेशकारस्थाने सकारः सुनास्तु कीर्तनेन द्रष्टव्या इति भवति द्रष्टव्या सृजिदृश्योजल्यमचिति इति सूत्रं वदति सृजिधातोः च दृष्टातोः च अमागमः भवति चित् भिन्न इतलादिप्रत्यये पदे सृजिशब्दसुश्च तयोरित्रेतद्वन्द्वः सृजिदृशौ तयोः सृजिदृशोः न चित् अचित् नैतत्पुरुषः तस्मिन् अचित् सृजिदृशौ सत्यन्तं जलि सत्यम्यन्तम् अं पदमान्तम् अचिति सत्यम्यन्तम् अनेकपदमिदं सूत्रं संस्कृतसूत्रम् अस्मिन् सूत्रं सृजिदृशौ अं जलि अचिति अतः एवमेव दृश्युगार्थम् अत्रापि दृश्युगः द्रष्टुं द्रष्टु भवति द्रष्टुं द्रष्टृष्टि धातोः विकल्पेन अमागमः अनुदात्तस्य च अन्यतरश्चामितसूत्रेण विकल्पेन भवति अमागमपत्ति मृष्टव्य मृष्टेर अं निपतव्य मृयुग आयुगतव्य एकोनचि सूत्रेण मृष्टव्य प्रष्ट सम्प्रदायसूत्रेण कालनिसकारभूतानि मूर्धनिसकारः भवति मृष्टिमितादिः अस्तुनास्तुकेन स्तुत्वं भवति मुष्टव्य मुष्टव्या मुष्टुं मुष्टु मुष्टा मुष्टु म्र इति भवति भगिनि मृष्टव्य मृष्टुं मृष्टृ अमागमपक्षे ओ मृष्टु मृष्टं मृष्टुं मस्तु मस्तु मस्तु म्र म्र सत्यं मृष्टव्य मृष्टुं मृष्टृ अमागम अभावे मृष्ट राजसत्सहायनेन मर्तव्यस्तुः मर्तव्य मष्टुं मष्टु तत्रापि इर् उपरि अस्ति मर्ष्टव्य मर्ष्टुं मष्टृ इति भवति समीचीनं भगिनी सम्यक् धन्यवादः इति तत्र इदानीम् अनुदात्तस्य चतुपदस्य अन्यतरस्य न तु सृजीदृशोर् जल्यमतिथि सृजीदृशोर् इति सृजिधातु दृष्धातोः विषये एव अमागमः नित्यं भवति कित् भिन्नजलादिपरते परे पर्युदासः गतपाठे दृष्टवन्तः विजया भगिनी अनुदात्तस्य चतुपदस्य सूत्रं पठति वा एतत् सूत्रं प्रथमपङ्क्तिः अनन्तरम् अनुवृत्तसहितसूत्रम् अनुदात्तस्य च उपदस्य अन्यतरस्य उपदेशे अनुदात्तः यः ऋदु उपदः तस्य अम् आगमः विकल्पेन भवति जलादौ अतिथि प्रत्ययपरे अत्र अनुवृत्तिसहितसूत्रम् उपदेशे अनुदात्त ऋदु उपदस्य अम् जलि अतिथि अन्यतरस्य यत्र उपदेश अवस्थायाम् अस्ति अत्र अनुदात्तः अस्ति चेत् अत्र ऋकारस्य उपदस्य उपधायाम् अम् आदेशः भवति कुत्र भवति चेत् अत्र निमित्तं जलि अतिथि इति भवति अत्र विकल्पेन भवति इति तत्र दत्तम् एवमेव पृथ् धातोः रूपाणि कल्पनीयानि सृच् योगः सव्यत् सुमुन सृच् अत्र ऋदु उपदः अस्ति चेत् अत्र अम् आगमः भवति इति अत्र स्पृशम् एव वा स्पृश यो तत्र मृश पश्यतु समानप्रक्रिया सव्यत् अत्र किं भवति चेत् अत्र चकारस्य ब्रच्छब्रच्छ इति भवति अतः तत्र प्रच्छव्यत् न आम् अत्र स्लू धातुः अस्ति अत्रापि प्रष्टव्यत् प्रष्टव्यं प्रष्टव्या इति भवति वा प्रष्टव्यं तत्र प्रथमं तत्र इको एणचि भवति स्पृ स्पृश योगः तव्यत् स्पृ योगः तत्र अमागमः खलु इदानीम् अमागमपक्षे ऋकारस्थाने अर् आदेशः भवति स्पष्टव्यं स्पष्टव्यत् स्पष्टव्यं स्पष्टव्या इति भवति स्प्रष्टा स्प्रष्टुं स्प्रष्टव्यम् तुमुन तृच् तव्यत् स्प्रष्टा स्प्रष्टुं स्प्रष्टव्यम् इदानीम् अमागम अभावे तत्र गुणः भवति गुणः भवति चेत् अत्र तदेव तिष्ठति खलु ऋकारः अर् भवति स्रष्टव्यं स्रष्टव्य स्र प्रथमं कर्तव्यं कर्तव्या कर्तव्या इति भवति खलु स्पष्टव्यं सत्यं स्पष्टव्यं स्पष्टव्या स्पष्टव्यः इति सव्यत् सुमुन् स्पष्टव्यं स्पष्टव्यं स्पष्टव्यं स्पष्टुं स्पष्टा केवलम् एतदेव भेदः तत्र अम् आगमः भवति चेत् स्प्रष्टुम् इति भवति अम् आगमः न भवति चेत् स्पर्ष्टा इति भवति रेपः उपरि स्पर्ष्टा सत्यं स्पष्टं स्प्रष्टव्यम् इति स्प्रष्टा स्पर्ष्टा स्पर्ष्टुं स्पष्टव्यं भेदः अवगम्यते वा भगिनि आम् आम् प्रथमम् अत्र अधः भवति अनन्तरम् अत्र उपरि भवति विकल्पेन उपरि अम्मागमः नास्ति चेत् उपरि अग्रे भगिनि त्रयः धातवः वेट् अत्र त्रयः धातवः वेटः अशु त्रिषु नष्ट इति भवति अत्र अस् धातुः इडागमपक्षे अस्योभव युतव्य अतितव्य अनिडागमपक्षे अस्योभव तव्यत् इत्यनेन अत्र तालवे चकारस्य मूर्धन्य चकारः भूत्वा अस्ति इति भवति अनन्तरम् अत्र सव्य इति अस्ति अत्र सुनासुः इत्यनेन चकारस्य स्थाने चकारः भवति अतः तत्र अस्तव्य इति भवति एवमेव अस् योगः सुमुन अचितुम् अचिता इति भवति अनन्तरम् अत्र क्लिच् क्लिच् योगः युतव्य एतद् अनिडादिपक्षे उक्तवती वा इडागमपक्षे उक्तवती अनिडादिपक्षे अत्र अत्र अष्ट अष्टुम् इत्येव भवति अष्टव्य अष्ट अष्टु इति अनिडादिपक्षे समीचीनं क्लिष् क्लिषु अपि करोतु इडागमपक्षे अत्र क्लिश्योः युतव्य अत्र पुगन्तलघुपदस्य च इत्यनेन अत्र एकारस्य स्थाने एकारः भवति क्लेशिता इति भवति क्लेशिता क्लेशितुं क्लेशितव्यम् इति भवति एवमेव क्लिश्योः युतं क्लेशितुं क्लेशिता इति भवति अनिडादिपक्षे अत्र क्लच् क्लेशयोः सव्यत् अत्र अग्रस्य मृगं मृगयजराजराजकृष्णं सह इत्यनेन अत्र सकारस्य नूतने सकारः क्लेशयोगसव्य सुनास्तुः भूत्वा क्लेष्टव्य इति भवति अत्र क्लेष्टव्य क्लेष्टव्यं क्लेष्टव्या इति भवति अनन्तरम् अत्र अनिडादिपक्षे किं भवति अत्र एतत् तावदेव खलु अत्र तुमुन् तुमुन् तृच् भवती तव्यत् उक्तवती सुमुन् तृच् क्लेशितव्यं क्लेशितव्या इति भवति क्लेशितुं क्लेशितुं क्लेशितुं तद् इडागमः नास्ति चेत् इडागमः नास्ति चेत् क्लेष्टुं खलु क्लेष्टुं क्लेष्टुं क्लेष्टा इति भवति क्लेष्टा सत्यं सम्यक् भगिनि धन्यवादः धन्यवादः किमपि विशेष किमपि नियमः नास्ति षकारान्तेषु उषा भगिनि नष् धातुः अस्तु भगिनि श्रूयते वा आं श्रूयते भगिनि I have to change iPads, bagine different different settings. Ekanush. Ah. Astu. Nash धातुः इडागमपक्षे नश् योगः इतव्य नशितव्य अनिडागमपक्षे नश् योगः तव्यत् मस्जि नशो झलि इत्यनेन नश् धातोः नुमागमः भवति झलादिप्रत्यये परे सो नुमागमः भवति इत्यनेन नंश् भवति नंश् योगः तव्य अनन्तरं व्रश्च ब्रश्च इति सूत्रेण शकारान्तधातु इत्यनेन नंश् नंश् भवति नंश् योगः तव्यष्टुनाष्टुः नंष्टव्य ओके इडागमपक्षे नशितव्य अनिडादिपक्षे नुमागमः ओके नंष्टव्य ओके मस्ति नशो जलि पूर्वं परिचितमेव परन्तु सम्यक् सम्पूर्णं पठामि भगिनि मस्ज् धातोः च नश् धातोः च नुमागमः भवति झलादिप्रत्यये परे मस्जिश्च नश्च तयोः इतरेतरद्वन्द्वः मस्जि नशौ तयोर् मस्जि नशोः षष्ट्यन्तम् ओके मस्जि नशोः षष्ट्यन्तं झलि सप्तम्यन्तं द्विपदमितं सूत्रम् इदितोनुं धातोः इत्यनेन नुम् आगमः नुम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः येन प्रत्ययः प्रत्ययादिसूत्रार्थे आक्षेपः येन येन प्रत्ययपदस्यापि सूत्रार्थे आक्षेपः प्रत्ययपदस्यापि सूत्रार्थे आक्षेपः मस्ति नशो जलि अङ्गस्य अधिकारे अस्ति येन प्रत्ययपदस्यापि ओके ओ ओके ओके पदस्यापि सूत्रार्थे आक्षेपः या बिकास् अङ्गस्य अधिकारे प्रत्ययः इतपि नुम् आगमः भवति प्रत्ययः मस्ति धातोः च नश् धातोः नुम् आगमः जलादिप्रत्यये परे ओ प्रत्ययः इति अङ्गस्य अधिकारे अस्ति इत्यनेन प्रत्यय अधिकारे नास्ति इति वा किमपि अन्यत् अस्ति येन प्रत्ययपदस्य त्रिपाद्यां नास्ति इत्यनेन इति मम सेवेन् वन् नुम् इति आगमः मित्रागमः अस्ति निदचोन्त्यात् परः अन्ततः पर भवेत् नश् धातोः विषये एतादृश आगमः क्रियते चेत् न कोऽपि दोषः परन्तु मस्जातोः विषये प्रत्यये परे एतादृशनुमागमः विधीयते चेत् इष्टरूपं नैव साधयितुं शक्यते अतः मस्जातोः विषये आवश्यकं चेत् अयं नुमागमः अन्तिमवर्णात् पूर्वम् इत्युक्ते जकारात् पूर्वं विधीयते अस्तु हलोनन्त्र इत्यत्र भाष्ये विद्यमान हलोनन्त्रसंयोगः इत्यत्र भाष्ये विद्यमानात् मस्जेर् अन्त्यात् पूर्वः मितः आनुषङ्गिकसंयोगादिलोपार्थम् इति वचनात् अस्य प्रामाण्यं स्पष्टीभवति इदमेव भाष्यवाक्यं वर्तमानसूत्रस्य काशिकाव्याख्याने अपि निर्दिष्टम् अस्ति किं वदति अत्र किमर्थं किमपि अन्यत् उक्तम् येन प्रत्यय पदस्य सूत्रार्थे आक्षेपः सूत्रार्थे पदस्य आक्षेपः मस्ट् धातोः च नश् धातोः नुमागमः भवति जलादिप्रत्यये परे बट् अ होल् आफ् सेवेन् वन् इस् ओन्लि लैक् प्रत्यय ओ प्रत्यय आदेशप्रकरणम् इत्यनेन वा ओ प्रथम सप्तमाध्याये प्रथमपादः प्रत्यय आदेशप्रकरणं प्रत्ययपदस्य किं सप्तमाध्याये प्रथमपादः प्रत्यय आदेशप्रकरणं प्रत्यय बट् परन्तु इदितोनुं धातोः धातु इति अस्ति इत्यनेन मस्ति नशोर्जलि विल् थिङ्क् अब् इट् धातु खलु भगिनि नाट् प्रत्यय झलि अपि प्रत्यय इति वयं जानीमः मस्जि न शो जलि किमर्थं धातु अपि अङ्गः अपि अस्ति खलु धातु अपि अस्ति अस्य सूत्रस्य अर्थः कुत्रचित् अन्यत्र द्रष्टव्यं प्राहयः किमपि त्यक्तं वा मध्ये किमपि गतं वा इति एकनिमिषं दृष्ट्वा वदा लुट्लकारे अपि दृष्टवन्तः खलु आम् मत्स्यधातोः नुमागमः तत्रापि एतदेव अस्ति पश्चातोः येन प्रत्ययपदस्यापि सूत्रार्थे आक्षेपः येन प्रत्ययपदस्य अन्तात् पूर्वं वक्तव्यः तदस्माय पठितं खलु तत्र पूर्वं पूर्वं दृष्टवन्तः सत्यं तत्तु अस्ति परन्तु किम् उक्तवन्तः इति स्मरणे नास्ति मम तत् किमर्थम् उक्तम् अत्र हस्ते प्रत्यय अत्र मिदि चेत् आन्तर तत्र कुत्रचित् तत्र किमासीत् अत्र दत्तमस्ति खलु तत्र किम् अनिजतां हल उपदायक इति इत्यस्य तत्र लोपः करणीयं खलु कुत्रचित् तत्र का प्रत्ययपरे अतः एव तत्र अन्त्यात् करणीयम् इति निष्ठा इति तस्य अङ्गस्य इत्यस्य अधिकारः सत्यं 641 येन प्रत्यय जलादिप्रत्यये परे इति सूत्रे उक्तं तत्र प्रत्ययपदस्यापि सूत्रार्थे आक्षेपः जलादिपरे इति जलादिप्रत्यये परे इति उक्तं तत्र आक्षेपः अस्ति एकमांशम् तत्रापि किमपि दृष्टवती खलु जलादि किमर्थम् यस्मिन् विधि तदादौ अल्ग्रहणे इत्यनया परिभाषया जली इत्यस्य अर्थः जलादौ इति स्वीक्रियते अत्र किमुक्तम् जली प्रत्यये इति अनुवृत्तिस पूर्णसू अनुवृत्तिसहितसूत्रं जली सूत्रार्थे आक्षेपः आक्षेपः किमर्थम् उक्तं जलादिप्रत्यये परे अस्मिन् यस्मिन् विधि तदादौ अल् ग्रहणे इत्येव दत्तमस्ति परिभाषया जलि इत्यस्य अर्थः जलादौ इति स्वीक्रियते सूत्रार्थे कः आक्षेपः किमपि न दत्तं तदेव चिन्तयामि अत्र तु उत्तरं न प्राप्तुं शक्नोमि तत्र नास्ति किमपि अस्य विषये तत्र प्रायः किमपि लुप्तं स्यात् इति चिन्तयामि सेण्टेन्स् इस् नाट् कम्प्लीट् सत्यं तत्र काशिकायामपि नास्ति तत्र काशिकायम नास्ति काशिकायामपि नास्ति कुत्रचित् नास्ति कुत्रापि एतत् नास्ति तत् किमपि त्यक्तम् इति तत्र नकारः तत्र नकारात् पूर्वं किमर्थमिति अत्र क्लेशः नास्ति अत्र परन्तु यत्र प्रत्यये परे तत्र नकारस्य लोपः करणीयः तदा इदितोनं धातोः तत्र नकारस्य लोपः करणीयः इति अनेन तत् मग्नः इति रूपसिद्ध्यर्थं तादृश करणीयम् इति तत्र महोदयेन दत्तमस्ति खलु तत्र मग्नः इति रूपं तत्र तत्र मस्ति धातु खलु नाट् फर् नश् एतत्तु नश् नश् नश् अपि नश् अपि तथैव वा नष्ट तत्र नास्ति खलु मस्ति इत्यस्य एव तत्र एतत्तु नश् धातोः पूर्वं करणीयमिति जकारत् पूर्वम् एव करणीयमिति तत् महोदयेन दत्तं खलु तत्र तत्र प्रत्यय मग्नः इति खलु तत्र अस्ति ओ इक्त प्रत्यय पाठे वा अस्तु अन्यथा अन्यत्र क्लेशः नास्ति तत्र एव क्लेशः भवति परन्तु अत्र एतद् वाक्यं पूर्णं नास्ति इति चिन्तयामि तस्य अर्थः नास्ति तत्र किमपि नास्ति येन प्रत्ययपदस्य सूत्रार्थे आक्षेप आक्षेप प्रत्यय केन आक्षेपः कृतः अङ्गस्य सूत्रार्थे आक्षेपः इति उक्तं खलु प्रत्यय इति पदं सूत्रे अस्ति सत्यं जलादि प्रत्यये परे सूत्रार्थे प्रत्यय इति पदमस्ति सम्यक् केन आक्षेपः कृतः आक्षेपः कः अङ्गस्य इति अधिकारे अस्ति तत्र प्रत्ययः इति न आगच्छति वा कदापि आगच्छति खलु आगच्छति खलु तत्र अङ्गस्य खलु तत्र प्रत्यये तस्मै प्रत्यय अङ्गं खलु किमस्ति तत्र बहुवारं दृष्टवन्तः खलु अङ्ग प्रत्यय इति पदम् आम् 641 अङ्गस्य अधिकारे येन प्रत्ययपदस्य अङ्गं खलु यस्मिन् विनीतदादि अङ्गं खलु तदादि अङ्गम् इति किमर्थं तत्र अस्तु अग्रे गच्छामः कदापि प्रश्नस्य उत्तरं प्राप्तुं शक्नुमः आं भगिनि सम्प्लेस् सो नर्ष् योगः तुमुन् तथा एव प्रथमं मितचोन्त्यात् परः इत्यनेन अमाग नुमागमः सो नंश् योगः तुं प्रश्च ब्रश्च अनन्तरं सो नंश् योगः तुमुन् ष्टु नष्टुः नंष्टुं नंष्टुं नंष्तृ नंष्तृ सो ओके नंष्तृ अस्तु सो अस्य नुमागमः केवलं जलादिप्रत्यये परे एव भवति खलु यदा तत्र इडागमः भवति तत्र नुमागमः तु न भवति किमर्थम् इडागमः ओके ओके हा अनिडादिपक्षे इडादिपक्षे खलु धातुः इडागमः भवति अनुमागमः इडागमपक्षे तु नुमागमः नास्ति जलादिप्रत्ययः नास्ति खलु परे जलादिप्रत्ययः नास्ति इडागमपक्षे तस्य विषये किमपि वदति वा येन प्रत्ययपदस्यापि सूत्रार्थः आक्षेपः इति इन्कम्प्लीट् सेण्टेन्स् न जानामि प्रायः अस्तु पश्यामः अग्रे कुत्रापि अन्यत्र भवेत् एव अर्थः अस्तु भगिनि शकारान्तः गच्छतु शकारान्तदातवः द्वादशधातवः अनिटः दशधातवः सामान्याः येषु द्वादशसु दशधातवः सामान्याः तेषां कृते पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं तदा सुनाष्टुः इत्यनेन ष्टुत्वम् सो त्विष् योगः तव्य त्वेष् गुणकार्यं त्वेष् योगः तव्य त्वेष्टव्य तथा एव त्वेष् त्वेष्टुं गुणकार्यं त्वेष्टुं त्वेष्टृ त्वेष्टृ इति चेत् त्वेष्टा त्वेष्टा एवमेव द्विष् योगः तव्य तुमुन्त्रिच् इति कृते द्विष् योगः तव्य इडागमः नास्ति द्वेष् गुणकार्यं द्वेष्टव्य द्वेष्टुं द्वेष्टृ द्वेष्टृ द्वेष्टा भवति पिष् योगः तव्यत् पिष् योगः पेष् योगः तव्य पेष् योगः पेष् पेष्टव्य सुनाष्टुः पेष्टव्य पेष्टुं पेष्टृ पेष्टृ भवति पेष्टृ भवति पेष्टा भवति पूर्वमपि मया दोषेण उक्तं द्विष्योगः तृच् द्वेष् द्वेष्टृ भवति द्वेष्टा द्वेष्टा भवति पिष्योगः तृच् या पेष्टा विष्योगः तव्यत् वेष्टव्य वेष्टुं वेष्टृ इति वेष्टा भवति अस्तु शिष्योगः तव्यत् शिष्य शेष्टव्य शेष्टुं शेष्टृ शेष्टृ भवति शेष्टृ बिकम् शेष्टा प्रथमाविभक्ति श्लिष्योगः तव्यत् श्लिष् श्लिष्टव्य श्लिष्टुं श्लिष् तृ श्लिष्टा भवति ओके श्लेष्टव्य श्लेष्टुं श्लेष्टृ श्लेष्टृ श्लेष्टा भवति तुष् योगः तव्यत् तुष् तोष्टव्य तोष्टुं तोष् तृ भवति तोष्टा भवति दुष्योगः तव्यत् दोष्टव्य दोष्टुं दोष्टृ दोष्टृ इति दोष्टा दोष्टा पुष्योगः तव्यत् पोष्टव्य पोष्टुं पोष्टृ पोष्टृ पोष्टा ओके शुष् योगः तव्यत् शोष्टव्य शोष्टुं शोष्टृ शोष्टृ शोष्टा ओके समीचीनं प्रायः महोदय पठयत् भगिनि सम्यक् समीचीनम् एतदेव शकारान्त शकारान्तेषु अपि किमपि वैशिष्ट्यं नास्ति शकारान्तेषु केवलं शकारान्तेषु अस्माकं मस्जिद् नशोर्जलि इति आसीत् द्रष्टव्यं अस्तु महोदय अनिट् धातुषु अनिट् धातुषु विशिष्टौ द्वौ धातु कृष् भुवादौ सुधादौ च कृष् इति धातु अनुदात्तस्य च अनुदासस्य ऋतुपदस्य अनतरसामि सूत्रेण अमागमः विकल्पेन जलादव इति तस्य परे तर्हि अमागमपक्षे कृषियोगतव्य अनुदासस्य चर्दुपदस्य अनतरस्यामिति सूत्रेण अमागमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे कृयोग अम् अग्र अम् इति तत्र ऋकारदनन्तरं भवति कृयोग अम् योग तत्र इदानीं ऋकारकारयोः मेलनेन या इको एनचि तत्र क्र इति भवति क्र क्रश् क्रस्यो गतव्य चुनास्तुः क्रष्टव्यः इति एवमेव क्रष्टुं क्रष्टा इति तत्र अमागमपक्षे यस्मिन् पक्षे अमागमः न भवति गुणः भवति पुगन्तलघुपदस्य च इति सूत्रेण कर्ष्टव्य इति भवति कर्ष्टुं कर्ष्टा इति अनुदात्तस्य चर्दुपदस्य अनतरस्यामिति सूत्रं वयं जानीमः उपदेशे अनुदात्तस्य यः ऋतुपदः तस्य अनागमः विकल्पेन भवति जलादौ अकिति प्रत्ययपरे परे कित् प्रत्ययपरे न भवति अतः कृष्टः इत्येव भवति सा प्रत्यय कष्टः इति न भवति अकित् जलादि अस्ति परन्तु कित् अस्ति इति तर्हि अनुवृत्ति सूत्रमस्ति उपदेशे अनुदत्तस्य ऋतुपदस्य अम् जलि अकिति अन्यतरस्यामिति शकारान्तदातवः सप्तदातवः वेतः जष् ऋषु ऋषि निर् अपि च जष् ऋषु ऋष्य निर् उपसर्गपूर्वकः कुश् अक्षु तक्षु चक्षु इति निर् इति निरकुशः इति तदेव इष ऋषु ऋषि इति वयं जानीमः तत्र रीश् तीश सः ऋवर्ष इत्यस्मिन् आसीत् इष ऋषु ऋषि इति अक्षु तक्षु तक्षु इति ऊदितः अतः इडागमपक्षे एतासङ्गं कुकुतर कुकुतस्य इति सूत्रेण गुणकार्यम् अनडादिपक्षे एतासङ्गं गुणः अनन्तरं तुत्वम् इष् योगतव्य वयं पूर्वं दृष्टवन्तः एष्टव्यः एषितव्य एवमेव एष्टुम् एषितुम् एष्टा एषिता इति एवमेव ऋषित्यसपि ए रोष्टव्यः रोष्टुं रोष्टा इति रोषिता रोषितुं तत्र रोषितुं रोषिता इति तथैव रेष्ट रेष्टव् ऋषित्यस्य रेष्टव्य रेष्टुं रेष्टा इति रेषितव्य रेषितुं रेषिता निरकुश निरकुश इत्यनेन तत्र तत्र किमस्ति तत्र वेट् वेट् भवति इडागमः तत्र इडागमः भवति अस्तु तत्र निरकुश इति अस्ति तव्य इदानीं तत्र अनिडादिपक्षे निष्कोष्टव्य इति भवति निर् इत्यस्य रेपस्य किं भवति अत्र रेपस्य विसर्गः विसर्गस्य तत्र उपद्मनेन भवति इदु इदुपदस्य च प्रत्ययस्य इत्यनेन तत्र षत्वम् अस्तु तत्र तत् तस्मिन् पाठे अपि वयं दृष्टवन्तः खलु अत्र किमपि वैशिष्ट्यमासीत् कवर्गे परे किम् आमां तदेव तत् तत्रापि तदेव खलु तत्रापि इदुपदस्य इदु इत् उदुपदस्य च प्रत्ययस्य च प्रत्यय इति इदु इदुदुपदस्य च अप्रत्ययस्य अप्रत्ययस्य तत्र षत्वं भवति इति सत्यम् इकार उपदस्य उकार उपदस्य प्रत्यय अवयवभिन्नस्य विसर्गस्य स्थाने सकारे खकारे पकारे पकारे परे षकारादेशः अतः एव निर् खलु इकार उपदस्य तत्र किं भवति आदौ निरित्यस्य करवसं विसर्जनीयः खलु निस् इति भवति विसर्जनीयस्य सः इति सः तत्र तत्र तद् तद् बाधित्वा अत्र किमस्ति अत्र सः विसर्गस्य स्थाने एव भवति षत्वं विसर्गस्य स्थाने एव इदुपदस्य च प्रत्ययस्य च प्रत्ययस्य इत्यनेन षत्वं भवति न तु यदा उक्तवान् विसर्जनीयस्य सः बाधित्वा एव भवति आम् आं सत्यम् अन्यथा तत्र ककार अस्ति खलु तत्र किं भवति तत्र कुप्पो कप्पो इति सूत्रं तस्य एव सत्यं कुप्पो कप्पोश्च भवति तद् न भवति आम् बाधितम् इति किमर्थं न उक्तम् बहिसविश्चतुर्प्रादस् एतेषाम् अन्तिम यदि विसर्गादेश तर्हि तस्य वर्तमानसूत्रेण षकारादेशः भवति इति एतत्तु 8341 अस्ति उपोकोश्च 8337 तत्र किं तत्र उपोकोच इति विसर्जनीयस्य सः इत्यस्य अपवादः कुप्पो कप्पोश्च कुप्पो कप्पो सो अतः तत्र विसर्जनीयस्य सः न भवति एव अस्माकं कृते इदानीं विसर्ज सः न भवति कुप्पो कुप्पो चेत् भवति तद् बाधित्वा इदानीं शुद्धं भवति तर्हि रूपं भवति निष्कोष्टव्य निष्कोषितव्य इति निष्कोषितव्य इति तत्र भवति तत्र कोषितव्य तदेव अस्ति किमपि नास्ति तथैव तत्र निष्कोष्टुं निष्कोषितुम् इति भवति निष्कोष्टा निष्कोषिता इति त्रिचि इति भवति सम्यक् अग्रे प्रायः विजयाभगिनी धन्यवादः विजयाभगिनी अक्षु तक्षु तक्षु इति भगिनी अस्ति वा विजया वदतु भगिनि अक्षु तक्षु अत्र अक्षु तक्षु त्वक्षु इति भवति अनिडादिपक्षे कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः तथा सुनास्तुः इत्यनेन सुत्वं भवति अत्र अक्स् योगकर्तव्यत् अत्र कोः संयोगाद्योरन्ते च इत्यनेन अत्र ककारस्य लोपः भवति चकारः एव तिष्ठति अतः तत्र तव्यतयोजनेन अस्तव्य इति भवति इदानीम् अत्र अन्य अन्यस्मिन् पक्षे अक्षितव्य इति भवति इदानीम् अत्र सुमनान्तमस्ति अस्तव्यमिति सृष्टि अस्तव्य इति भवति अनन्तरम् अक्ष् धातुः अन्यस्मिन् पक्षे अक्षितुम् अक्षित अक्षितव्या इति भवति अक्षिता इति सम्यक् सम्यक् अष्टा अष्टु इति इड इड अनिडादिपक्षे तक्ष् तदेव भवति अत्र प्रथमम् अत्र ककारः कुः संयोगाद्योरन्तेन इति भवति चकारः तिष्ठति अतः तत्र तस्तव्य तस्तव्यं तस्तव्यस्य तस्तव्यं तस्तव्या इति भवति तदेव अत्र अनिडा इडागमः नास्ति इडागमः नास्ति चेत् अत्र किं भवति चेत् अत्र वक्षितव्यत् वक्षितव्यं न इडागमः वदति वा अनिडागमः वदति वा इदानीम् अत्र तक्ष अस्ति चेत् तक्षितव्यत् तक्षितव्यं तक्षितव्या इति इडागमपक्षे भवति अनन्तरम् अत्र अनिडादिपक्षे तक् धातोः तक्तव्या तक्तव्यं तक्तव्या इति भवति तक्तव्यत् तक्तव्यं तक्तव्या इति भवति अनन्तरम् अत्र त्वक् स्वीकुर्मः चेत् अत्र त्वक्षितव्यत् त्वक्षितव्यं त्वक्षितव्या इति भवति अनन्तरम् अत्र अनिडादिपक्षे त्वष्टव्यत् त्वष्टव्यं त्वष्टव्या इति भवति त्वष्टा अपि त्वष्टा त्वष्टुं त्वक्षितुम् इडागमपक्षे अन्यत् सर्वं सम्यक् तुमुनपि भवति समीचीनम् अग्रे अत्र कोः संयोगाद्योरन्ते च प्रथमपङ्क्तिः संयोगान्तस्य संयोगस्य प्रथमसदस्य सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपः भवति न तु द्वितीयसदस्य जलि पदान्ते च. इदानीम् अनुवृत्तसहितसूत्रं संयोगाद्योः कोः लोपः जलि पदस्य अन्ते च पदस्य अन्ते जल् प्रत्याहारमस्ति चेत् अत्र संयोगाद्यो यत्र संयोगः भवति तत्र सकारः ककारः लोपः भवति इति तत् सूत्रं वदति. आद्यपद आद्यपदस्य लोप सकारः कारः वा आदौ अस्ति चेत् तस्य लोपः आद्यपदः चक्ष् धातुः पठतु. धातुः धात्वादेशः चक्षिं धातुः चक्ष् धातोः या बहुवारं वयं पठितवन्तः खलु एतत् विषये. सत्यं सत्यं रूपमेव साधने ह्या च इति आदेशः यद्यपि चक्ष् धातुः से तदपि तस्य क्या च इति धात्वादेशः अनीटौ भवति इडादिपक्षे भवति परन्तु अत्र अनीट् एव भवति. अत्र क्या पक्षे चक्ष् योगः तव्यत् क्या योगः तव्य ख्यातव्य इति भवति चक्ष् धातुः पूर्णतया अत्र क्या आदेशः भवति एव यत् सूत्रेण ख्यातव्य ख्यातव्यत् ख्यातव्यं ख्यातव ख्यातव्या इति भवति. इदा चक्ष् स्वीकुर्मः चेत् अत्र चक्षित् एतत् अनीट् भवति अतः चक्षुधातुः अत्र चष्टुं चष्टा न तत्र क्या क्षा इति आदेशद्वयं ख्यातव्य ख्यातुं ख्याता इति रूपत्रयम् अनन्तरं तत्र क्षा इति आदेशः भवति चेत् क्षातव्य क्षातुं क्षाता इति रूपम् आदेशद्वयम् आदेशद्वयम् अतः रूपमपि द्वयं भवति भवति. धन्यवादः भगिनि. एतत्तु दृष्टवन्तः एव खलु बहुवारं शक्षिं धातोः अर्धधातुकप्रत्यये परे क्या इति आदेशः भवति. एतत् सः भाष्यकारमतेन तत् क्षादि अयम् आदेशः इति क्षा इति अपि भवति इति एतद् वयं दृष्टवन्तः एव. महोदय सकारान्तदातवः सकारं दातवः एका च सकारं दातवः द्वौ धातु अनिट् वस् घस् अत्र न अङ्गकार्यं वर्तते न वा सन्धिकार्यं वस् योगतव्यत् किमपि नास्ति सकार तकार द्वौ द्वयमपि तत्र वस्तव्यः सन्धिः न भवति वस्तुं वस्ता इति घस् अपि गस्तव्य गस्तुं गस्ता इति तत्र अस्माकं सम्प्रसारणं किमपि कार्यं नास्ति केवलं वर्णमेलनमेव वर्णमेलनं सकार सकार अपि तत्र तेषाम् उच्चारण उच्चारणस्थानं समानमस्ति अतः सन्धिः न भवति. सत्यं सत्यं धात्वादेशः अस्तेर्भुः इति तत्र द्वितीय अध्याय चतुर्थपादस्य द्विपञ्चाशत्तमं सूत्रम् अस् योगतव्यत् अस्ते भू इत्येन भू इतव्य तत्र ऊकारान्त अस्ति अथवा ऊकारान्त सर्वे यद्यपि अजन्तः परन्तु अनिटः सचेतः भवति तर्हि भू इतव्य भवितव्य इति तत्र गुणः भूत्वा तत्र भवितुं तत्रापि भूयोगत्वं इतुं भो अनन्तरं एचो एव भवितुम् इति भवति भवितुं भविता इति त्रिचि हस्तेर्भुः आर्धातुक विवक्षायाम् अस्धातोः स्थाने भू आदेशः भवति इति हस्तेर्भुः आर्धातुके इति अग्रे हकारान्तदातवः करणे वा आम् सकारेषु तु किमपि वैशिष्ट्यं नास्ति खलु हकारादेशो सामान्य भवान् पठतु अनन्तरम् उषा भगिनी पठेत् अहं तु हकारं दातवः अष्टदातवः अनिटः द्वादशदातवः वेटः एकादश सामान्यवेटदातवः सः धातुः अपि अस्ति सामान्य हकारं दातवः त्रयः सामान्य हकारं दातवः अनिटः निः निः रुः इति गुणकार्यं यथा सङ्गं तकारादिपत्ये परे दात्वं तस्य हकारस्य स्थाने ढकारदेश कोडः इति सूत्रेण प्रत्यादशि तस्य तकारस्य ढकारदेश भवति जषत्ततोः ततोः दोर्धः इति सूत्रेण प्रत्यादशि तस्य ढकारस्य स्थाने ढकारदेशः अनन्तरं ढकारदेश भवति शृणातु इति सूत्रेण अनन्तरं डोडे लोपः भवति तर्हि निः योगतव्यत् पुगन्तलघुदचिल योगतव्यत् होडः इत्यनेन मेड् योगतव्य अनन्तरं जसत्तोत् जसत्ततोः दः इत्यनेन मेड् योगढव्य अनन्तरं धव्य अनन्तरं शृणाट्टुः इत्यनेन मेड् योगढव्य डोडे लोपः अनन्तरं मेडव्यः इति दीर्घः दीर्घ एव अस्ति तत्र लोपे दीर्घ सत्यम् अण खलु अण्णः एव दीर्घः एव दीर्घः तत्र नास्ति एवमेव मिहु इति तत्र मे मेढुं मेढा इति तत्र अपि रुचि लिह् इति लेह् लेड् लेढव्य लेढुं लेढा इति रोढव्य रोढुं रोढा इति सम्यक् इति तत्र सामान्यदातवः एव किमपि विशिष्टकार्यं नास्ति उषा भगिनी एकनिमिषं भगिनी मयि षड् सामान्यदातवः वेटः तृह् स्तृह् वृह् तृंह् गृह् गाह् वेटः इडादिपक्षे तृह् योगः इतव्य तर्हितव्य तृह् योगः ओके गुण भवति तर्हितव्य एवमेव तृह् योगः इतुं तर्हितुं तर्हितृ इति तर्हिता भवति एवमेव स्तृह् योगः इतव्य स्तर्हितव्य स्तर्हितुं स्तर्हितृ इति स्तर्हिता भवति बृह् योगः इतव्य वर्हितव्य वर्हितुं वर्हितृ इति वर्हिता भवति तृंह् योगः इतव्य तृंह् न इदानीं तत्र उपादायां कः वर्णः तृंह् उपादायं मकारः एव ओ सो गुण तृंहितव्य तृंहितुं तृंहितृ तृंहिता भवति गृह् गर्हितव्य गर्हितुं गर्हितृ इति गर्हिता भवति गाह् योगः इतव्य तदपि गुणान् अस्ति गाहितव्य गाहितुं गाहितृ गाहितृ इति गाहिता भवति अनिडादिपक्षे इडागमः नास्ति तृह् योगः तव्यत् तर्ह् भवति अनन्तरं होणः अन्देन् ओ तकारस्य स्थाने होणः अन्देन् वाट् इस् दट् सूत्र होडः जशस्ततोर्दोर्धः इत्यनेन तकारस्य स्थाने धकार आदेशः अनन्तरं स्थूनाष्टुः अनन्तरं डोडेर्लोपः तृह् योगः तव्यत् तर्डव्य तर्डव्य अनन्तरम् एवमेव तृह् योगः तुमुन् तर् तर्डुं तर्डुं भवति तृह् योगः तृच् तर् तर्ढु तर्ढृ भवति तर्ढा भवति एवमेव स्तृह् योगः तव्यत् स्तृह् योगः तव्यस्तर् तर्डव्य तर्डुं तर् स्तर्ढृ स्तर्डा दृह् योगः तव्यत् वर् धव्य वर् ढुं वर् ढृ भवति वर्ढा भवति अस्तु त्रिंह् योगः तव्यत् तदपि गुणः नास्ति त्रिं ढव्य त्रिं ढुं त्रिं ढृ भवति अत्र केवलं ढकारः भवति ओ ढकारः इत्यनेन परसवर्ण भूत्वा त्रिण्डव्य कार्यद्वयमस्ति नत्वमपि भवति नश्चापदान्तस्य जलि अनन्तरं अनुस्वारस्य अनुस्वारस्य यै परसवर्णः अनुस्वारस्य यै परसवर्णः इत्यनेन तृण् भवति तृण् भवति अनन्तरं ढकारः अस्ति इत्यनेन स्थुनाष्टुः ओ स्थुनाष्टुः खलु स्थुनाष्टुः इत्यनेन तृण्डव्य ओ तेन एव भवति वा सत्यं किमर्थम् इति नत्वम् इति पूर्वं सूत्रं पूर्वम् अस्ति खलु नत्वं चतुर्थ अध्याय अतः तद् न भवति नत्वं भवति परन्तु नत्वसूत्रेण न भवति स्तुनाष्टुः इत्यनेन भवति न भवति खलु अनुस्वार एव अस्ति खलु इदानीम् अनुस्वार अस्ति तृतीयपादे अस्ति खलु अनुस्वार भवति तर्हि स्टुनाटुः इति न भवति अनुस्वारस्य परसवर्ण इत्यनेनैव तत्र डैरेक्ट् दकारः एव खलु न तु तकारः पञ्चमवर्णः सत्यं स्टुनाष्टु नुः न भवति अनुस्वारस्य परसवर्णः एव भवति सत्यं सत्यं सत्यम् अनुस्वारस्य यै परसवर्णः इत्यनेन एव णत्वमपि णत्वमपि तेन एव भवति अस्तु तृण्डा तृण्डुं तृण्डव्यं तृण्ड् तृण्डृ तृण्डा भवति गृह् यो गृह् गर् दट् विल् बिकम् गर् गर् ढव्य गर् ढुं गर् ढृ भवति गर्ढा भवति गरुडा नो गर्डा गर्डा एव गर्डा एव गर्डा गर्डा गर्डुं गर्डव्यम् तु इस् वेर् वि गेट् द गरुडा न न न भगिनि न भवति गर्डा इति एव अस्ति खलु अर्थः पश्यामः परन्तु डेफिनेट्लि नाट् फ्रम् गर्हणम् इति एव खलु तद् गर्हणम् इति तत्तु स्कोल्ड् इति एव तदेव प्रायः गरुडा किमर्थं गर् धातुः कः गृह् वा गृह् इति ग्रहण तद् गृहणीयम् इति तदेव खलु भिन्नम् अस्ति तद् धातुः कः गर्डा when we say garuda garuda anena na bhavati gruh ityanena to grahane eva garuda itya sadatu satyam गर्ह इति केन सूत्रेण भवति अनेनैव भवति वा तदेव गर्ह गरुडः इति गरुत् इति शब्दात् आगच्छति गरुत् इति शब्दात् गरुद्भ्यां पक्षाभ्यां डयते उड्डयते इति गरुडः गिर् गिर उडच् इति उणादिसूत्रं गरुत्मान् भवान् किं पृष्टवान् महोदय न तत्र गर्ह इति केन सूत्रेण भवति इति गर्ह इति तत्र गर्ह इति कुस्सने इति अस्ति गर्हते इति गर्ह इति धातु गर्ह धातु एव अस्ति प्रायः ग्रहणम् इति अस्ति गर्ह इति भिन्नमेव गुत्सायाम् इति अस्ति निन्दाकरणे तत् भुवादिगण एतद् एतत् किम् एतत् तत् ग्रहणम् एव खलु तत् ग्रहणमेव गर्डा गर्हिता गर्हिता गर्हित सत्यं ग्रहीतुं तत्र किम् अस्ति तत्र गृहीतुम् इति भवति खलु तत् भिन्नम् अस्ति खलु तत्र ग्रहीतुम् इति गर्हितुं ग्रहीतुम् इति आं तदेव वयं सर्वदा ग्रहीतुं ग्रहीतुम् इति दीर्घ अस्ति तत्र अमागमः अस्ति वा गृह ऋकार ग्राहितुम् इति न खलु ग्रहीतुम् इति तत्र भिन्न ग्रहीतुं शक्यते वा ग्रहीतुं भवति तत्र दीर्घः भवति खलु ग्रहीतुमिति ओ गृह् इति धातु अत्र गृह् गृह् धातु गृहे लिटि अलिटि दीर्घः खलु गृहे अलिटि दीर्घः इति सूत्रेण भवति खलु तत्र वयम् अलिटि ग्रहीति ग्रहीत तुमुन् खलु तुमुन् कुत्र गतं तुमुन् चिच् आं ग्रहो लिटि दीर्घः आं सत्यं तत्र दीर्घः भवति खलु ग्रहीत् ग्रहीतृ ग्रहीतवत् गृहीत्वा इति तत्प्रयोगः वयं कुर्मः खलु ग्रहीतुं ग्रहोलिटि ग्रहोलिटि दीर्घः सत्यं गाः अपि उक्तवती खलु भगिनि गाः न उक्तवती गाः गाः उक्तवती उक्तवती खलु गाहिता गाहितुं गाढा गाढुं गाढव्य महोदय दह् दिह् दुः करोति वा अनन्तरं समापयामः दकारादि हकारान्त दातवान् हकारान्तेषु अनिडादिपक्षे तृह् तृह् उक्तवान् उक्तवती वा भगिनि तृह् वयं न दृष्टवन्तः खलु तृह् तृह् वा विड्डिड् भगिनि क्षम्यतां क्षम्यताम् आम् द्वितीयबिन्दुः अस्ति खलु दः दिक् दुः त्रयः दकारादि हकारान्तदातवः दः दिः दुः इति एते सर्वे अनितः गुणकार्यं यथासङ्गं दकारादिप्रत्ययपरे दकारप्रत्ययपरे हकारान्तदातोः धात्वन्तस्य हकारस्य स्थाने तत्र घकारादेश दादे धातो गः इति सूत्रे अधुना प्रत्ययः जश् परतः अस्ति अतः प्रत्यादर्शितस्य सकारस्य धकारादेश भवति जशत्ततो दोदः इति सूत्रेण अधुना धातुपदं जश् अस्ति कृत्वा धात्वन्ते धकारस्य स्थाने तृतीयादेशः भवति जलान्तर्जश् इति सूत्रेण जस्त्वम् अतः दस् दह् योग तव्यत् दादे धातो गः इत्यनेन धग् योग तव्य अनन्तरं जसत्ततो ततोः दः इत्यनेन धघ् योग धव्य जलां दश् दवि जषि इत्यनेन दग्धव्य दग्धुं दग्धा इति तत्र इदानीं दिह् इत्यस्यापि गुणः भवति देह् इति देघ् दादे धातो गः इत्यनेन देघ् इति भवति देघ् अनन्तरं जसत्ततो तो दः इत्यनेन दे ध इति भवति अनन्तरं तत्र जत्वं देग्धुं देग्धव्य देग्धव्य देग्धा इति तथैव दोग्धव्य दोग्धुं दोग्धा इति तत्रापि सूत्रद्वयेन आदौ घत्वम् अनन्तरं जस्त्वम् सत्यं दादेर्धातोर्गः जशस्ततोर्दोग्धः ृहुमुहुष्णुः इत्यपि समापयामः वा तत् अथवा अग्रिमसप्ताहे तत् पश्यामः सख् वक् इति अस्ति अतः अग्रिमसप्ताहे तत् कुर्मः समीचीनम् अस्तु धन्यवादः धन्यवादः भगिनि नमस्कारः भगिनि Thank you.